पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 218 नारद उवाच भूयशृणु महाभागमाहात्म्यं परमाद्भुतम् अत्र स्थितस्य तीर्थस्य पुष्करस्य शिवप्रदं प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः प्रसन्नं पुण्डरीकस्य मासमेकं गृहे वसेद अत्र मुक्तिं तदनुजो लेभे पापरदोऽपि हि शिबिरुवाच कः पुण्डरीको धर्मात्मा कृतं तेन च कर्म किं येन प्रसन्नो भगवांस्तद्गृहे मासमावसद कथं तदनुजः प्राप पापात्मा श्रीहरेः पदं तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने शृण्वतोऽस्य न सन्तोषो माहात्म्यं मम जायते नारद उवाच विदर्भनगरे राजन्मालवाख्ये महायशः ब्राह्मणो ब्रह्म विच्छान्दो विद्वान् विष्णुपरायणः देवर्षि पितृभूतानां मानुषाणां च पोषकः विषयेषु न संसक्तो लोभमोहादिवर्जितः स एकदा महाभागसिंहं प्राप्ते बृहस्पतौ गोदावरीं महापुण्यां स्नातुं प्रति जगामः तादुं तत्र सुवर्णस्य गृहान्निन्ये पलायुधं गच्छन् पथि स धर्मात्मा मनसै तदचिन्तयत् मालव उवाच गृहाद्दानार्थमानीदं मया हेमपलायुधं यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे निष्किञ्चनाय विप्राय पात्रायानुपकारिणे पूज्याय देशे काले च दत्तमक्षयदां व्रजेत् कुञ्चवृत्त्या समानीदं दत्त्वा दुर्वाससे मुनिः शिलोञ्चवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात् परं पदं दानवेन्द्रो बलिराजा पात्रं विज्ञाय वामनं विपक्षायाप्यदात् तस्मै त्रिलोकीं स्वभुजार्जितां तस्मात् पात्राय दातव्यं धनं धर्मार्जितं मया गोविन्दतुष्टये सम्यक् क्वाञ्छनीयं न तत्फलं पुण्डरीकस्तु धर्मात्मा भागिनेयो गजाह्वयाद आयास्यति मया हूद सर्वपात्रशिरोमणिः आनीतस्य धनस्यार्थं तस्मै पात्राय सूनवे स्वसुर्धास्यामि शेषं दुःश्रोत्रियेभ्यो यथाविधि नारद उवाच एवं विचिन्त्य धर्मात्मा मालवं सद्विजोत्तमः कदिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप मिलितस्तस्य धर्मात्मा पुण्डरीकस्वसुसुतः तस्य वै पूर्वमायादो मालवस्य महीपदे स तत्र विधिना स्नात्वा सिंहसङ्क्रमवासरे पुण्डरीकाय वित्तार्थं तदौ मे प्रियदां हरिः पुण्डरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले स्ववित्तस्य चतुर्धांशं श्रोत्रियेभ्यो ददौ मुदा स तत्र विधिव स्नात्वा दत्त्वा दानं च शक्तितः गच्छं त्वं स्वगृहान् राजन्नित्युवाच स्वसुसुतं मालव उवाच गुरून् प्रति नमस्कारो वाच्यो आशीर्लघून् प्रति यथा वयोर्हि संयोगः क्षणिकोऽयं बभूवः एवं सर्वजन्तूनां पुत्रदारादिभिः सह तस्मात् क्षणिकसंयोगात् संसाराद्यसुधीर्नरः विरज्यतकृपापात्रं स हरे स्याद्विनिश्चितं कृपादश्रीहरे प्राणी सत्सङ्गमरदो भवेद् तस्तस्य हरेर्लीलाश्रवणे चाहि जायते श्रुत्वा च कीर्तिदा सद्भिर्हरिलीला अपि स्वयं सुस्पृहं कीर्तयत्येव तदस्मरति केवलं ततस्तस्य भवेत् प्रेम गोविन्दपदसेवने नरस्ततस्तरत्याशु पोदेनेव महार्णवं यदर्थं हि साधूनां ज्ञानिनां कर्मणं तथा यत्नो भवति धर्मात्मनपि त्वं यत्नवान् भव नारद उवाच यवमुक्त्वा स वैदर्भसुतं कथमपि स्वसुः विसृज्याश्रुमुखो बाष्पर्याकुलदृश्यं ययौ पुण्डरीकोऽपि धर्मात्मा चचालस्वगृहं प्रति कदिभिर्वासरै राजनागतोऽत्र शुभास्पदे भरताख्यं कनीयां सम्भ्रातरं पतितं भुवि स्वसन्तं क्षत्र निर्गच्छद्रुधिराक्रमवैक्षद पप्रच्छ च रुदन् नोच्च भ्रातकेने दृशीं दशां गमितोऽसि किमर्थं वा गृहादिह समागतः इति पृच्छति राजेन्द्रपुण्डरीके सपीडया महत्या भरतसद्यः पीडितोऽसूनमुञ्चद अवातरत्तदा यानमेकं सगणमद्भुतम् आकाशात् पश्यतां भूप जनानां तद्गुरोरपि तदारुह्य स दिव्याङ्गो भरतपापकार्यपि उवाच वचनं श्रेष्ठं भ्रातरं विनमन्नितं भरतोवाच पुण्डरीकमहाबुद्धे तीर्थस्यास्य प्रसादतः पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि तथापि कथयाम्यद्य किञ्चिदज्ञातमस्ति ते यथा मया प्रभावत्या वेश्यया रमिदं सह तद्गृहं व्ययितं भूरिधनं च मदिराकृते द्युतेन हरितं यच्च चौरकर्म समार्जितं शिवरात्र्यां मया शम्भुनिर्माल्यं यच्च भक्षितं यत्कृते भवता विप्रो जेभूको नाम दूषितः एतन्मया कृतं कर्म विदितं पुण्डरीकते गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं न तत्ते विदितं कर्म कथयामि तदप्यहो चलिते त्वय्यधिक्रान्तो यदापक्षस्तदा ह्यहं श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहं पुण्डरीको धनं दातु माहूदो मादुलेन हि निजसोदरमाहत्य पुण्डरीकं तदा हृदं गृहीष्यामि धनं भूरि मालवेन समर्पितम् महदा वसुनाथेन तोषयामि प्रभावतीं दुरोदरेण क्रीडामि स्वेच्छया तद्विधैः सह इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः हत्वा त्वां च धनं भूरि गृहीतुं च महामते अधिक्रान्ते धने भ्रातकुधश्चित् सार्थमागतः वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामदे अध कश्चिन्निषीधेतु तस्करो वणिजां धनं हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले नीत्वा यदा धनं किञ्चित् स चौरस्तु पलायितः तमन्वधावन् सहसा क्रोशन्द इव सेवकाः सेवक ऊजुः गृह्यतां गृह्यतामेष चौरेयं यादिसत्वरं मध्यात् बहूनामस्माकमपकृत्य धनं बहु भरत उवाच इत्याकर्ण्यवचस्तेषां पुरतस्तुतमन्वहम् अथावं सहसा भ्रातस्तद् गृहीतुं जिहीर्षय ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकं प्रजहुस्तरस सर्वे स खड्गं खड्गपाणयः तेषु कच्चिद्विषश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन् खड्गेन शितधारेण मया पापीयसा कथः वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः गदास्ते वणिजप्रादनिजगन्तव्यनीवृतं ततो भवानिह प्राप्तः श्वसन्तं मां ददर्शः चलद्रुधिरलिप्ताङ्गं पीडामोहविचेतनम् इत्येतत् कथितं भ्रातर्यदर्थमहमागतः अपमृत्युं यथा प्राप्त तच्चापि कथितं मया इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्येष्टा दशाधिकद्विशततमोऽध्यायः ओम्।